नमस्कारः महोदय. नमस्ते भगिनि. नमस्कारः सर्वेषाम्. पाणिनीय तत्र यङ्युगन्तदातवः इति अस्माकं पाणिनीयवर्गे अद्य अनुवर्तते. तत्र वयं गतसप्ताहे अधुपदधातवः, अधुपदधातूनां यङ्युगन्तदातुः इति तत्र विशेषविषयाः दृष्टवन्तः. अतः सामान्यमस्ति दीर्घोक्तितः इति सूत्रम्. अनेन दीर्घः भवति. द्वित्त अभ्यासकार्यं कृत्वा अभ्यासस्य अन्त्यस्य अवर्णस्य दीर्घत्वं दीर्घोक्तितः इति इत्यनेन. अतः यदा वयं घल् इति धातुः स्वीकुर्मः चेत् तत्र अभ्यासं घल् घल्, अनन्तरं हलादिशेषः घघल्, अनन्तरं तत्र जघल् जाघल् इति यङ्लुगन्तदातवः दीर्घः भवति इति दृष्टवन्तः. तत्तु सामान्यमासीत्. अनन्तरं तत्र विशेषः किम् इत्युक्ते तत्र कस् पत् पद् इति धातुत्रयम् अद्य अन्येषां विषये अद्य पश्यामः. अवशिष्टानां विषये अद्य पश्यामः. अनेन नी इति आगमः. अतः गुणो यङ्लुकोः 7482 आसीत्. गुणो यङ्लुकोः 7483 दीर्घोक्तितः. दीर्घोक्तितः एव इदानीम् अहम् उक्तवती. तत्र दीर्घः भवति सामान्य अधुपददातवः. जागल् इति उदाहरणम्. अनन्तरं नीग् वञ्चु स्रंसु ध्वंसु भ्रंसु कस पथ पद स्कन्धाम् इत्यनेन तस्य नीक् इति आगमः. परिगणितधातूनां नीक् आगमः. केचन तु वयम् अधुपदविषये एव दृष्टवन्तः. चनीकस् इति रूपमासीत्. कस्कस् कखस् चखस् चनीकस् इति उदाहरणं. तत्र अधुपददातवः विशेषदातवः समीचीनम्. अनन्तरं तत्र जप् जब् दह् पश् धातु चत्वार धातूनां यङ्लुगन्त जप जब दह दश भञ्ज पशां च. तत्र नुक् इति आगमः. प्रथमं नीक् इति आगमः. अग्रिमं सूत्रं नुक् इति आगमः. तत्तु 7485 एतावता तत्र जप जप इति 86 क्षम्यतां नुक् इति अनुवर्तते. तत्र जप जप दह दश भञ्ज पशां च 86 तत्र नुक् इति अनुवर्तते. अग्रिमं सूत्रं किमासीत्? चरपलोश्च इति सूत्रं. तत्रापि नुक् इति अनुवर्तते. चरपलोश्च इति यदा पश्यामः क्रमेण अस्ति. गुणो यङ्लुकोः दीर्घोक्तितः नीक् इति आकमः. नीक् वंशु स्रंसु द्वंशु सुक् रंशु भ्रंशु भ्रंसु कस पथ पद स्कन्धा नुगतो अनुनासिकान्तस्य. तस्मादेव नुक् इति आगमः. अनुनासिकान्तस्य इति अग्रे आगच्छति. अतः नुक् इति आगमः. जप जप दह दश भज पशां च. अनन्तरं चरपलोश्च. चरपलोश्च इत्यस्यापि नुक् इति आगमः इति दृष्टवन्तः. तत् समीचीनं किल? एतावत् दृष्टवन्तः. हन् धातोः विषये अभ्यासस्य अभ्यासाच्च तदेव होहन्तेर्निन्नेषु इत्यनेन तत्र हन् इति तत्र अनुवर्तते इति उक्तवती. अभ्यासश्च अभ्यासात् हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति. अतः एव हन् धातुः जहन् जघन् नुक्कागमः अनन्तरं जङ्घन् इति अभवत्. इदुपदधातूनामपि गुणो यङ्लुकोः इत्यस्य प्रसक्तिः. उदुपदधातूनां गुणो यङ्लुकोः इत्यस्य प्रसक्तिः. ऋदुपदधातूनामपि यदा ऋकारान्तधातूनां विषये दृष्टवन्तः अथापि अत्रापि ऋगुपदस्य च इत्यनेन ऋक् यङ् यङ्लुकी च ऋग्ऋकौ च लुकि इत्यनेन ऋक् ऋक् इति केवलं यङ्लुकि. तदेव उदाहरणमासीत् नृत् इति धातुः. नृत् नृत् नृत् नरीनृक् नरीनृत् नृत् इति रूपत्रयं तत्र सूत्रद्वयं रुग्रिकौ च लुकि ऋगुपदस्य च इति सूत्रेण ऋदुपदधातूनामपि आगमः भवति. त्रय आगमत्रयं भवति तत्र. कृप् धातुः तत्र कृपोरोलः इत्यस्य विषये दृष्टवन्तः. तत्रापि ऋकारान्तधातुः इति इत्यनेन तत्र अनेन एव अभ्यां सूत्राभ्यामेव तत्रापि आगमाः भवन्ति. चरीकृप् चलीकृप् क्लिप् चरीकृप् चलिक्लिप् चर्कृप् चल्कृप् इति तत्र रूपाणि भवन्ति. एतावत् वयं पठितवन्तः. अत्र प्रश्नः उदेति इत्यस्मात् आरम्भं कुर्मः अद्य पुनः. अरुणा भगिनि, कृपोरोलः अनन्तरं अत्र प्रश्नः उदेति यत् इति पठनीयं भगिनि. आं भगिनि. नमस्ते भगिनि. नमस्ते भगिनि. अत्र प्रश्न उदेति यत् कृपोरोलः इत्यनेन कृप् धातोः रेफस्य लकार आदेशो भवति. अनेन धातुना ये आदिदेशकधातवः निष्पद्यन्ते तेषामपि ईदृशं कार्यम् इति न उक्तम्. तर्हि चरीकृप् इति धातोः कृप् इति भागे कार्यं भवतु, किन्तु चरी इति अभ्यासे कथं वा कार्यं स्यात् इति प्रश्नः. एका परिभाषा वर्तते, प्रकृतिग्रहणे यङ् लुगन्त्यस्यपि ग्रहणं परिभाषा. अनेन कृप् रोलः इति सूत्रे कृप् धातोः कथनेन यङ् लुगन्तधातोः अपि ग्रहणं भवति. अभ्यासः अपि यङ् लुगन्तधातोः अवयवः इति कृत्वा अभ्यासे अपि कार्यं भवति. ओके. कृपोरोलः सूत्रे विषये एकः प्रश्नः भवति, किञ्चित् कृप् धातोः धातु रेफस्थाने लकार आगच्छते चेत् अधुना आर्तिदेशकधातवः निष्पन्नं, तथापि कार्यं कीदृशं भवति न उक्तं. समाधानमस्ति, चरीकृप् इति धातोः कृप् इति भागे कार्यं भवतु. अत्र एक परिभाषा अस्ति, तत् सहायेन परिभाषा वर्तते प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणं इति सूत्रेण परिभाषा सहायेन कृपोरोलः इति सूत्रे कृपधातोः कथनेन यङ् लुगन्तधातोः अपि ग्रहणम्. अभ्यासः अपि यङ् लुगन्तधातोः अवयवः इति कृत्वा अभ्यासादि कार्यं भवति. ओके भगिनि, कृपोरोलः नूतनधातु भवति रकारस्थाने रेफस्थाने लकार आगच्छति चेत् कार्यं कथं भवति इति प्रश्नः. तत् दत्त कारण अत्र दत्तं प्रश्नः प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणम् इति परिभाषेण कृप्रोलः सूत्रे कृप् धातोः कथनेन यङ् लुगन्त अपि स्वीकृत्य कार्यं भवति, अभ्यासः अपि भवति. समीचीनं, तदेव अस्ति अत्र. यद्यपि तत्र कृपोरोलः इति तत्र किमपि तद् न उक्तं, तदापि इदानीं यदा वयं यङ् लुगन्तं कुर्मः तत्तु नूतनधातुः किल, तत्रापि कार्यं भवति वा इति प्रश्नः अवश्यं भवति एव. किमर्थम् इत्युक्ते प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणम् इति तत्र परिभाषा वर्तते. अनेन तदपि भवति, कृप् धातोः यङ् लुगन्तधातोः अपि ग्रहणं. कृप् इति यद्यपि धातुः इति उक्तं, केवलम् औपदेशिक अवस्थायाम् इति नास्ति, तदा यदा यङ् लुगन्तधातुः अस्ति चेदपि तस्य ग्रहणं भवति, कार्यं भवति इत्येव तत्र निष्कर्षः. तदेव अग्रे अपि पठतु भगिनि. आं भगिनि, तर्हि कृपोरोलः इति सूत्रेण आहत्य कृप् धातोः रेफस्य लकार आदेशः, कृप् धातोः ऋकारस्य अंशः यः रेफसदृशः तस्य स्थाने लकारसदृश आदेशो भवति. यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् भवति, तत्र रेफस्य स्थाने लकार आदेशः अतः कल्प् इति फलम्। यत्र उपधागुणे न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लोकार आदेशः, अतः कृप् इति फलम्। दृष्टान्तमेव अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यादि प्रदर्श्यते। ओके, कृपरोलः सूत्रेण कृप्धातु रेफस्य लकारस्थाने लकार आदेशः भवति, ऋकार अस्ति चेत् उपधायां तत्र अत्र केवलं लकार भवति। कीदृशं वयं पश्यामः इति कोस्ते चेत् उपधागुण कृप् धातोः उपधागुण भवति चेत् कर्प् इति अस्ति, अत्र तत् रेफस्थाने लकार आगच्छति क्लप् इति रूपम्। उपधागुण न भवति चेत् कृप् एव अवशिष्यति, अतः अत्र कृप् स्थाने लृ लृ आगच्छति। अधुना वयं पठामः दृष्टान्तद्वारेण। तत्र अग्रे कुत्र आगच्छति इति एव प्रदर्शितं, यङ्लुगन्तविषयः नास्ति, तदापि पठतु भगिनि। लटि कल्पयति, पूर्वं पठितवन्तः वयम् एव। लटि कल्पयति कल्पयते कृप् युगः णिच् लुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इक् वर्णः कर्प् युगः णि कृपोरोलः इत्यनेन रेफस्य स्थाने लकार आदेशः कल्प् योगः इ कल्पि इति धातुः कल्पि युग शप् कल्प्य इति अङ्गं कल्प्य युवति कल्पयति वा कल्प्यते। अत्र उदाहरणं दत्तं कृप् धातु निजन्तप्रयोगे निच् योजनेन लास्ट् द पेज् ओके एकदा गुण भवति निच् कारणात् गुण कल्प् कर्प् भवति कृपोरोलः इति सूत्रेण अत्र रेवस्थाने लकार आगच्छति कल्प् इति अङ्गं भवति प्रतिपदि अङ्गम् अस्ति। तदनन्तरं कल्प् योगः शप् योगः शप् अस्ति अत्र कल्प् कल्प इति रूपं भगिनि कल्पय इति अङ्गं कल्पय इति ओ यङ्ग् अपि अस्ति ओके कल्पय तिङ् प्रत्यय केवलं कल्पयति कल्पयते इति रूपम् आगच्छति। केवलं तत्र तत्र णिच् प्रत्ययः यदा योजयामः तत्र रूपं प्रदर्शितं, यङ् विषये अत्र न दत्तं। यङ् विषये तु वयं गतसप्ताहे साधितवन्तः किल, योजनम् अग्रे अद्य एव प्रायः आगच्छति। इदानीं तत्र लट्टि कल्पयति कल्पयति इति तु निजन्तरूपम् आसीत्। कर्पयोगः इ यदा भवती उक्तवती एव कृपोरोलः रेपान्तस्य लकारादेशः कल्पयोगः इ कल्पि इति धातुः कल्पियोगः आ भवति किल इकार अकारयोः तत्र कल्पय कल्पि इत्यस्य गुणः भवति सार्वधातुक अर्धधातुकयोः कल्पे योगः अ एचो यवायावः कल्पय इति अङ्गं कल्पयति कल्पयते। अवगतं किल तदेव अस्ति। धन्यवादः भगिनि। धन्यवादः विद्या भगिनी पठति वा लिट् लकारे, तत्रापि अन्य उदाहरणं प्रदर्शितं यङ्ग् विषयः न लिट् लकारः। आम् महोदय, लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लुपे वा महोदय? सत्यं चक्लुपे चक्लुपे कृप् योगः ए योगः द्वित्वम् अभ्यासकार्यं च चकृप् अत्र कृपोरोलः इत्यस्य ऋकारस्य इत्यनेन ऋकारस्य स्थाने लकारः आदेशः चक्लुप् योगः आय ये चक्लुपे अन्तिमरूपम्। प्रश्नः उदेति यदि रेपस्य स्थाने लकारः तु भवति एव तर्हि किमर्थं मूलधातौ उपदेश अवस्थायां क्लुप् न स्यात्? उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते। वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः रुदु उपधातुः भवेत्। अत्र मूलधातुः किमर्थं क्लुप् न स्यात्? अत्र मूलधातुः कृप् इति अस्ति, अनन्तरं ये इति अस्ति, अत्र अभ्यासकार्यं कृत्वा चकृप् इति भवति, अनन्तरं ये इदानीम् अत्र चक्लुप् योगः ये रेपस्य स्थाने न ऋकारस्य स्थाने लकारः आदेशः भवति, एतत् मूलधातुः कृप्। किमर्थम् अत्र क्लुप् न स्यात् इति अत्र उत्तरं किम् अस्ति चेत् एतत् ऋकारस्य महत्त्वं वर्तते कुत्रचित् वेदे भवति, अत्र उच्चारणार्थम् एव स्वरस्य विशिष्टं महत्त्वं प्रत्येकरूपेण भवति, एतदेव अत्र इङ्गितं भवति, अतः वेदे अयं न श्रूयते वा महोदय? न श्रूयते मम, इदानीं श्रूयते मम क्लेशः वा अन्ये श्रोतुं शक्नुवन्ति वा? मम इण्टर्नेट् किमपि श्रूयते भगिनि, श्रूयते वा? इत्युक्ते मम इण्टर्नेट् एव। अस्तु विद्या भगिनी वदतु। अतः वेदे अयं धातुः रुदुपधातुः एव कृप् इति ऋकारः अस्ति एतत्, अतः वेदे अपि उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितमस्ति अत्र, अतः वेदे एव रुदुपधातुः भवेत्। अत्र प्रश्नस्य उत्तरमपि तत्र दत्तम्, इदानीम् अग्रे पठामि वा महोदय? तदेव, एतद् वयं पूर्वमपि यदा भुआदिगणे पठितवन्तः तस्मिन् समये अपि आसीत् किमर्थं क्लिप् इति नास्ति, सर्वत्र क्लिप् इति तत्र आदेशः भवति चेत् किमर्थम् इति तत्र वेदे इति उक्तं, तदेव पुनः अत्र वेदे उच्चारणार्थं तादृशं क्लिप् इति कृतं, तावदेव। तत्र केवलं तत्र लिटि लटि रूपं कथम् आगच्छति इत्येव प्रदर्शितं, यङ्गन्तविषये किमपि अत्र नास्ति। समीचीनं वा? आं महोदय। अग्रे एतत् अङ्गित् धातूनाम् एतत् अभवत् खलु? न अद्य एव पठामः। पुनः यत् पठितं गतसप्ताहे तद् सूत्राणि पुनः आगच्छति, तानि सूत्राणि पठतु। अङ्गित् धातूनाम्, आम्, अनिदित् धातूनां यङ् लुगन्तधातुः, पाणिनेः धातुपाठे अनिदित् धातवः इमे, अत्र अञ्च् कुञ्च् ग्लुञ्च् चञ्च् तञ्च् त्वञ्च् मृञ्च् मृञ्च् लुञ्च् वञ्च् अञ्च् रञ्ज् वञ्ज् सञ्ज् स्वञ्ज् कुन्द् ग्रन्थ् मन्त् सन्त् उन्द् बुन्द् स्कन्द् स्यन्द् इन्द् वन्द् शुन्द् तुम्प् त्रम्प् रुम्प् कुम्प् तुम्प् त्रुम्प् त्रुम्प् द्रुम्प् उम्ब् दम्ब् शुम्ब् श्रम्ब् श्रुम्ब् श्रम्ब् दंश भ्रंश ध्वंस् भ्रंश भ्रंस् शंस् शंस् तृण्ः। एतत् एयं यत् येषु अञ्च् अञ्ज् इन्द् उन्द् उम्ब् रुम्ब् इत्येते धातवः अजादयः, अतः एभ्य यङ् प्रत्ययः न भवति, यतोहि अलादि एकाच् धातुभ्यः एव यङ् इति सामान्यनियमः। अवशिष्टः अनिदित् धातुभ्यः कथं यङ् लुगन्तधातवः सिद्ध्यन्ति इति अग्रे प्रदर्श्यते। यत्र परिगणितधातवः अत्र अनिदित् धातवः दत्तम् अत्र, परन्तु अत्र अञ्च् अञ्ज् इन्द् उन्द् उम्ब् रुम्ब् इति धातवः अजादयः, अतः यङ् लुगन्तप्रत्ययः न भवति इति तत्र दत्तम्। हलादिः तु एकाच् धातुभ्यः एव यङ् इति यङ् भवति इति सामान्यनियमः भवति अत्र। अवशिष्टः अनिदित् धातुभ्यः कथं यङ् लुगन्तधातवः सिद्ध्यन्ति इति अग्रे प्रदर्श्यति, खलु महोदय? तत् पठतु भगिनि प्रथमसूत्रं। वञ्च् स्रंस् द्वंस् सूत्रं वञ्च् स्रंस् द्वंस् भ्रंश् अनन भ्रंस् स्कन्द् इति धातवः। नीग् वञ्च् नीग् वञ्चु स्रंसु द्वंसु भ्रंसु कसपटपदस्कन्ददाकन्दाम् इत्येन वञ्च् स्रंस् द्वंस् भ्रंश् भ्रंस् स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङ् यङ् लुकि च। एतत् पूर्वमेव एतत् सूत्रं दृष्टवन्तः। अत्र अभ्यासकार्ये आगमः अत्र नीक् आगमः भवति इति वञ्च् वा इदानीम् अत्र अभ्यासे कार्ये अभ्यासकार्यं भवति वञ्च् वञ्च् इति अस्ति। अनन्तरम् अलादिशेषः इत्यनेन प्रथमवर्णः एव अवशिष्टः, अन्य हलादिवर्णः लुप्यते, अतः वञ्च् इति भवति। इदानीम् अत्र नीग् वञ्च् स्रंसु इति सूत्रेण नीक् आगमः भवति, ककारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, नी एव तिष्ठति। इदानीं वनि वञ्च् इति यङ् लुगन्तधातुः निष्पन्नम्। अग्रे अपि वदतु भगिनि, स्रंस् इत्यत्र स्रंस् इति भवति, स्रंस् स्रंस् इति भवति। अत्र अत्र प्रथमवर्णः स्रंस् स्रंस् स्रंस् इति भवति, अनन्तरं नीक् आगमः भवति। अत्र स्रंस् स्रंस्नी स्रंस् इति भवति, अनन्तरं तनी तनी स्रंस् स्रंस्नी, खलु महोदय? अत्र अनुस्वारः अपि अनुस्वारः अपि अस्ति। समीचीनं, तत्र नीक् इति आगमः अभ्यासस्य भवति, अतः स्रंस् स्रंस् इति यदा भवति अनन्तरं स स्रंस् सनी स्रंस् सनी स्रंस् आम् सनी स्रंस् अनन्तरं ध्वंस् अपि अस्ति, ध्वंस् ध्वंस् भवति। अनन्तरम् अत्र दकारः पूर्णतया भवति, खलु महोदय? दवंस् द दवंस् इति भवति, परन्तु अत्र धनी दवंस् इति भवति, धनी दवंस् इति भवति। अनन्तरं भ्रंस् भवति, अत्र अपि भ्रनी भ्रंस् इति भवति। स्कन्द् स्कन्द् अपि अस्ति अत्र, स्कन्द् इति स्कन्द् अत्र सनी सनी स्कन्द् इति भवति। तत्र सर्वत्र धनि ध्वंस् भ्रंस् स्कन्द् इत्यत्र इतोपि एकं कार्यम् अवशिष्टं किल। अत्र ध ध इति अस्ति चतुर्थवर्णः, तदा अल्पप्राणः भवति किल प्रथम अभ्यासवर्णः। कुत्र कुत्र भवति? ध्वंस् इत्यत्र ध्वंस्। आम् आम् अत्र अल्प प्रथम अभ्यासवर्ष अभ्यासचर्च इत्यनेन तृतीयवर्णः भवति। सत्यं भ्रंस् इत्यत्रापि भवति। आम् आं क्रमेण भवति अत्र प्रथमं अला अलादिशेषः इत्यनेन कार्यं भवति, अनन्तरं ह्रस्वः अपि भवति, खलु महोदय? ह्रस्वः नास्ति तत्र, दीर्घत्वं नास्ति किल। धा इति अस्ति चेत् प्रवत् भवति, अत्र तु धा इति नास्ति, सः केवलम् अभ्यासे चर्चा धनि ध्वंस् बनि ध्वंस् अनन्तरं स्कन्द् इत्यत्रापि सकारस्य स्थाने तत्र च भवति, शनि स्कन्द् अभ्यासे चर्चा एव किल, अन्यत् किमपि अस्ति वा? कारस्य चकारः अभ्यासे चर्चा एव भवति तदेव तत्र किं प्रथमं शुकुशुकु न भवति अभ्यासे सत्सा एव भवति चनी कस् चनी स्कन्द् इति भवति अवगतं वा तत्र अत्र अपि उदाहरणरूपेण दत्तं खलु महोदय अत्र आम् पूर्वमपि दृष्टवन्तः वा अत्र एतत् लटि लिट् लकारे तदतु क्लिप् विषये एतत्तु स्कन्द् धातुः पञ्चम स्कन्द् स्कन्द् इति भवति अनन्तरं स स्कन्द् हलादिशेषः अनन्तरं च स्कन्द् चनी स्कन्द् चकारः आगच्छति चकारस्य स्थाने अभ्यासे चर्चा एव अन्यत् किमपि सूत्रं तु वयं न पठितवन्तः न भवति उपोष्टुः न भवति उपोष्टुः तु ककारस्य अनन्तरं सकारस्य भवति अतः एतत्तु सकारः अभ्यासे चर्चा एव भगिनि चष्टाने चर्चा इत्युक्ते अत्र तृतीय चतुर्थवर्णस्य सकारः तु एतद् स्थानेन्तरतमः अनेन चकारः भवति अन्यत् किमपि सिद्धं नास्ति समीचीनं वा चनीस्कन्द् इति भवति अत्र सूत्रस्य प्रथमवाक्यं पठति वा भगिनि नीक् वंसु त्रंसु नीक् नीक् वंशु स्रंसु द्वंसु भ्रंसु कसपथपदस्कन्दाम् इति अत्र परिगणितधातूनाम् अभ्याससमये धातूनाम् इत्येषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङ् यङ् लुकि वा यङ् यङ् लुकि इति धातवः आम् अनुवृत्तिसहितसूत्रं वसु स्रंसु दंसु अनुवृत्तिसहितसूत्रं वंशु स्रंसु द्वंसु भ्रंसु कसपदपदस्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः भवति इति तावत् समीचीनम् अभ्यासस्य एव नीक् इति आगमः समीचीनं नीक् इति कित् आगमः आम् आं महोदय समीचीनं तदेव भगिनि धन्यवादः उषा भगिनी आं भगिनि दंश् अत्र भगिनि दंश् भञ्ज् इति धातवः जप जब दह दश भञ्ज भञ्ज पशां च इत्यनेन दंश् भञ्ज् इत्यनयोः धातवः धात्वोः अभ्यासस्य नुक् आगमः भवति यङ्गि यङ् लुकि च जप् जब ओके अस्तु के जप् जब जब दह ओ दश अस्तु दश भञ्ज् पशां च ओके दंश् इति जप दप अत्र सूत्रे उल्लेखितमस्ति दंश् धातोः दंश् द्वित्वकार्यं प्रथमं तत् अनिदितां हल उपादायाः किङ् इति सो दश् भवति द्वित्वकार्यं दश् दश् इति भवति हलादिशेषः इत्यनेन द दश् इति भवति नुक् आगमः भवति नुक् यङ् लुक् यङ् यङ् लुगन्तधातोः कार्ये द दश् इति कृते नुक् आगमः भवति जप जप दह जप जप जप दह दश भञ्ज् पशां च इति सूत्रेण नुक् आगमः विधीयते दन् दश् इति भवति यङ् लुगन्तधातु सिद्ध्यति भञ्ज् इति कृते प्रथमम् अनिदितां हल उपादायः किम् इति भज् भज् इति भवति भज् भज् इति देन् भज् भज् देन् अभ्यासे चर्च इत्यनेन ब भज् इति भवति ब भज् इति कृते जप जप दह दश भञ्ज पशां च इत्यनेन नुकागमः भवति बन् झ् इत्येव भवति बन् नो नो भञ्ज् अगेन् सिद्ध्यति भगिनि बबञ्ज् प्रथमम् अल्पप्राण बबञ्ज् इति भवति नुक् आगमः बट् वाट् इस् दट् स्तोः चुनाचुः इत्यनेन बबञ्ज् इति भवति जप जप तत्र पुनः वदतु भगिनि बबञ्ज् बञ्ज् इति अस्ति समीचीनम् अनन्तरं नुक् आगमः बबञ्ज् इति भवति बबन् झ् भवति नकारः जकारः अस्ति नकारः जकारः स्तोहोश्राशु अत्र कार्यं न करोति वा भगिनि नकारः जकारः तु नास्ति किल नुक् आगमस्य अनन्तरम् ओ ओ नु बन् बज् इति भवति अस्तु भगिनि मम दोषः बन् भज् इति भवति नुक् आगमः अभ्यासस्य कृते विधीयते अभ्यासस्य कृते विधीयते इत्यनेन अभ्यासस्य अनन्तरं ब नुक् बन् भज् इति भवति तत्र यदा वयम् अनुस्वारस्य किम् एकं सूत्रं दृष्टवन्तः किल गतसप्ताहे किमपि आसीत् वा पदान्तस्य वा किम् वा पदान्तस्य तादृशं कुर्मः चेत् बं बञ्ज इति भवति अनुस्वारस्य ययि परसवर्णः इत्यनेन तस्य पदान्तस्य किमपि वार्तिकमपि आसीत् इदानीं गतसप्ताहे एव कृतवान् वयं दृष्टवन्तः भगिनि इदानीमस्ति नुगतो अनुनासिकान्तस्य इति सूत्रस्य अन्तर्गते वार्तिकमस्ति पदान्तात्वात् चेति वक्तव्यम् अनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुकागमे सति स च अभ्यासः पदान्तत्वत् इति मन्तव्यं तस्मात् वा पदान्तस्य इत्यनेन परसवर्णविकल्पः सो बन् भज् इति भवति सो बन् भज् अत्र अनुनासिकान्तमङ्गं नास्ति किल नास्ति अस्तु प्रायः एकमेव रूपं भवति अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य लुक् यङ् लुगोः नुगतो अनुनासिकस्य परन्तु अत्र कार्यं जप जप नुगतो अनुनासिकस्य इत्यपि अत्र अस्ति भगिनि नुगतो अनुनासिकान्तस्य ओ अनुनासिकान्तस्य अनुनासिक अन्तस्य रैट् अनुनासिक अन्त अङ्गस्य अदन्त अभ्यासस्य अत्र कार्यं न करोति इति मन्ये पश्यामः एकनिमिषं जप जबः पज पशां किल जब जब दह दश पश तेषाम् अभ्यासस्य नुकागमो भवति यङ् यं लिपो परतः दश दन्दश्यते एतेन यङ्लुक् लुक्कि अपि नकारलोपो भवति दन्दशति दन्दशीति दश इति दंशि अयं नकारलोपार्थमेव निर्दिष्टः तेन यङ्लुक्वि नकार सम्यक् अन्यत् किमपि न उक्तम् सो दट्स् ओन्ली फर् नुगतो अनुनासिकान्तस्य इति कृते भगिनि अत्र जप जप इति उक्तत्वात् अहं चिन्तितवती अत्रापि अस्य प्रसक्तिः प्रायः भवेत्। नुकागमः अपि अनुवृत्तिरूपेण आगच्छति किल, अतः अहं मम चिन्तनमासीत् अत्रापि भवति, परन्तु अत्र अनुनासिकार्थो अयम् आरम्भः प्रायः भवति एव, अनुनासिकार्थो अयम् आरम्भः समुद्र, परन्तु रूपद्वयमस्ति वा इति तत्र किमपि न उक्तम्। पुस्तके एकमेव दत्तं दं दातु, दं दातु रूपद्वयमस्ति, बं बञ्ज् बं बञ्ज् अनुस्वर तदेव प्रायः बञ्ज् धातोः रूपद्वयं, दंश् धातु शकारान्तदातु इति, बञ्ज् अपि अनुस्वारस्य ययि परसवर्णः अत्रापि रूपद्वयं वा पदान्तस्य अन्यत्र कुत्रापि पश्यामि, अत्र तु न दत्तम्, अष्टाध्यायी डाट् काम् मध्ये रूपाणि तु न दत्तानि, परन्तु छ इति उक्तत्वात् नुगतो अनुनासिकान्तस्य इत्यनेन आगच्छति एव किल, पदान्तवार्तिकमपि पदान्तत्वात् च इति वक्तव्यम्, अनुनासिकान्ताङ्गस्य अदन्तनुपागम पदान्तत्वम् इति मन्तव्यम्, अनन्तरं तत्र रूपद्वयं भवति किल, पश्यामः कुत्रापि अन्यत्र अस्ति वा। जप जप दह दश बञ्ज् पशां च इत्यनेन नुक्कागमः एव भवति, नुक् अनुवृत्तिसहितम् आयाति, नुगतो अनुनासिकान्तस्य च इत्यनेन पदान्तात् च इति वक्तव्यम् इति वार्तिकम्। ओके अस्तु भगिनि, अग्रे भगिनि, यदि आगच्छति चेत् रूपद्वयं बम्बञ्ज् अनुस्वारः बबञ्ज् बबञ्ज् रूपद्वयं भवति। जप अत्र सूत्रे उल्लेखमस्ति अस्ति भगिनि, पुस्तके पदान्तवच्छ इति वक्तव्यम् इस् वार्तिकस्य पदान्तत्वात् मान्ना चाहिः ताकि इसे वा पदान्तस्य से परसवर्णक विकल्प हो सके। सहजबोध सहजबोध इति पुस्तके किल महोदय भगिनी, किं भगिनि अष्टाध्यायी सहजबोध पुष्पादीक्षित पुष्पादीक्षित आदुतादिकतिं प्रत्ययनं पुस्तके बुक् टु 1671 पेज् 171। आं श्रूयते वा भगिनि इदानीं? आं भगिनि, सहजबोध इति पुस्तके एव किल भवती यद् पठितवती, तदेव अस्ति भगिनि मातुः पुस्तके, मातुः पुस्तके तदेव, आम् सत्यम्, अत्र वार्तिकस्य पदान्त पदान्त अस्ति चेत् वा पदान्तचैतेन परसवर्णकविकल्पे इत्युक्ते रूपद्वयं भवति, रूपद्वयं सम्यक् एव सम्यक् तदेव बम्बज् इति प्रायः विस्मृतवान् महोदयः अत्र उल्लेखनं कर्तुं, परन्तु तु रूपद्वयं भवति, अत्रापि पदान्तत्वाच इति वक्तव्यम् इति अस्ति एव। अस्तु भगिनि, किमर्थं च इति उक्तं किल, तादृशं चिन्तनं तदेव आसीत्, च इति यदा नुक्कागमस्य अनुवृत्तिः आगच्छति तत्र वार्तिकमपि अनुवर्तते एव किल, सूत्रं पठामि वा? जप जप दह दश दश भञ् पशां च जप् जब् दह् दश् भञ् पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमः भवति यङि यङ् लुकि च नुक् इत्यस्मिन् ककारः इत्संज्ञकः उकारश्च उच्चारणार्थः नुक् अनुस्वारस्य नुक् अनुस्वारस्य उपलक्षणम् दम् धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति यतोहि यङ् लुकि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति दंश् धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति यतोहि यङ् लुकि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति जपश्च जपश्चे एकमेव रूपं जपश्च जपश्च दहश्च दशश्च भञ्ज् च पशश्च तेषाम् इतरेतरद्वन्द्वः जप जप दह भञ्ज् भञ्ज् पश् तेषाम् ओके पशः तेषां जप जप दह दश दश भञ्ज् पशां षष्ट्यन्तं च अव्ययं द्विपथमितं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्ग्लुकोः इत्यस्मात् यङ्ग्लुकोः इत्यस्य अनुवृत्तिः नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जप जप दह दश भञ्ज् पशां च भञ्ज पशां च अङ्गस्य अभ्यासस् अङ्गस्य अभ्यासस्य नुक् यङ् लुकोः लुकिङ्ग् फ़र् च अत्र महोदयेन दत्तं वा इति वार्तिकस्य उल्लेखः उल्लेखः नास्ति परन्तु प्रायः तदेव दंश् दंश् इत्यस्य न भवति परन्तु आं भगिनि पञ्च इत्यस्य भवति जप जब् दह् पश् इति चत्वारिणां धातूनां चतुर्णां धातूनां चतुर्णां धातूनां धातूनां यङ् लुगन्त यङ् लुगन्तसिद्ध्यति यङ् लुगन्तधातुसिद्धिः प्रदर्शितः अद् उपधातूनां स्थले आम् आं भगिनि तत्तु पूर्वं दृष्टवन्तः दृष्टवन्तः अद् उपधातूनां सः इदानीं वयं वंश स्रंस ध्वंस तत्र एकं सूत्रं नीक् आगमः अत्र तु जब जब दह इत्यनेन तत्र नुक् आगमः इति आगमद्वयं दृष्टवन्तः यत् पूर्वमपि दृष्टवन्तः एव अनिदित् विषये तदेव आसीत् इदानीं सम्यक् धन्यवादः भगिनि अरुणा भगिनि आं भगिनि यङ् लुकि एषाम् अनिदिताम् अभ्यासः अकारान्तः तदेव भगिनि दीर्घोकित्तः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङ् यङ् लुकि च ओके यङ् लुकिम् अनिदिताम् अकित् किं भगिनि अकित् इत्यनेन अकित् अभ्यासस्य दीर्घो आदेशः भवति उदाहरणमस्ति चञ्च् धातुः चञ्च् चञ्च् दित्तं भवति तदनन्तरं च अलिशेषः इत्यनेन च चञ्च् च चञ्च् इति यङ्गन्त दीर्घो अकितः इति सूत्रेण चकार दीर्घः भवति च चञ्च् च चञ् भगिनि किमर्थं कोः चोः कुः न भवति तत्र कुहोश्चुः कुहोश्चुः वदति किल न भवति चकारः एव अस्ति किल तत्र किमपि आदेशस्य अवसरः नास्ति चकारः एव अस्ति चकारः एव अस्ति ओके तञ्च् अत्रापि तञ्च् तञ्च् इति द्वित्वं ता तञ्च् ता तञ्च् ता तञ्च् ता तञ् त्वञ्च् अपि त्वा त्वा तञ्च् त्वञ्च् ता त्वञ्च् त्वा त्वञ्च् एवमेव रञ्ज् सञ्ज् स्वञ्ज् मन्थ ग्रन्थ श्रन्थ शन्द् बन्द् दम्ब् श्रम्ब् शम्ब् अत्रापि रूपाणि सर्वत्र दीर्घः भवति तावदेव कार्यं दारन् सासन् किमस्ति मामन्द् ग्रन्थ इत्यत्र ग्रन्थ इत्यत्र कार्यं भवति वदतु भगिनि ग्रन्थ ग्रन्थ ग्रन्थ गन् गग्रन्थ चोः कुहुदिन ककारस्य ककार आगच्छति जकारः ककारस्य जकारः कुहोश्चु ओके जाग्रन्थ सत्यं तत्र कार्यमस्ति जाग्रन्थ इति रूपं भवति अन्यत्र तु किमपि नास्ति शाश्वन्द् साफ्यन्द् वाबन्द् तावदेव किल दम्ब् दम्ब् इत्युक्ते तत्र धादम्ब् सास्रम्ब् शाश्रम्ब् शाश्रंस् तावदेव समीचीनं धन्यवादः तावदेव अतः तत्र केवलं दीर्घोक्तः इत्यस्य कार्यम् आं विजया भगिनी अग्रिमं यङ्ग्लुकि येषाम् अनुदितान् अभ्यासः उकारान्तः अस्तु महोदय गुणो यङ्ग्लुकोः इत्यनेन अभ्यासस्य गुणः भवति यङ् यङ्ग्लुकि च लुञ्च् अत्र अभ्यासे कार्यं लुञ्च् लुञ्च् इति भवति हलादिशेषः इत्यनेन लु लुञ्च् भवति अनन्तरम् अत्र गुणो यङ् लुकोः इत्यनेन उकारस्य स्थाने ओकारः भूत्वा लो लुञ्च् इति यङ् लुगन्त धातुः अत्र निष्पन्नं तादृशं तदैव तथैव कुञ्च् अत्र कुञ्च् कुञ्च् भवति अनन्तरं कुकुञ्च् भवति इदानीं कुहोच्छुः इत्यनेन ककारस्य स्थाने चकारः भूत्वा न एतत् समीचीनं खलु महोदय अत्र सम्यक् एव वदतु अस्तु चुकुञ्च् इति भवति अनन्तरं ह्रस्व उकारस्य स्थाने ओकारः भूत्वा गुणः भवति अतः चोकुञ्च् इति भवति गुणो यङ् लुकुः इत्यनेन एव अत्र अपि गुणः भवति तादृशमेव एवमेव मृञ्च् मृञ्च् ग्लुञ्च् कुन्त् बुन्द् शुन्द् तुम्प् त्रम्प् तुम्प् कुम्प् शुम्ब् एतत् परिगणितदातवः यथा उपरि दत्तं तादृशमेव अत्र प्रथमम् अभ्यासकार्यं भवति अनन्तरं हलादिशेषः इत्यनेन प्रथमः हल्वर्णः तिष्ठति अन्य हल्वर्णः लुप्यते अनन्तरं गुणो यङ् लुकुः इत्यनेन प्रथम उकारस्य स्थाने प्रथम हल्वर्णस्य अनन्तरं उकारस्य स्थाने गुणः भूत्वा गुणो यङ् लुकुः इत्यनेन गुणः भूत्वा अन्तिमरूपं निष्पणं तावदेव खलु महोदय अत्र तावदेव ऋकारान्तम् अपि पठितं तत्र विशेषः किमपि नास्ति अन्यत्र यत् पूर्वं दृष्टं तदेव दृष्टवन्तः रीति सत्यं लूञ्च् इत्यत्र केवलं मुरु इति कृत् वदतु भगिनि मुरु मृ दिन् गुणो दिन् म्रो इति भवति वा अनन्त रकारः तत्रापि उकारः एव अस्ति क्रुद्ध इति धातुः इदानीं क्रुद्ध इति अस्ति धातुः अद्य अपि महोदयस्य वर्गेण एतत् तत्र दत्तम् उकारस्य स्थाने ओकारः भवति अत्र रेपस्य विषये किमपि नास्ति एव सो म्रो भगिनि मृञ्च् मृञ्च् तत्र उरत् किल अस्माकं ऋकारः ऋकारः क्षम्यताम् एकनिमिषं मृञ्च् मृञ्च् इति प्रथमं समीचीनं तत्र इदानीं रेपः ञकारः चकारः लुप्यते, मू अवशिष्यते, मू मृञ्च् मृञ्च्. इदानीं तद् मू इत्यस्य मो भवति, मो मृञ्च् इति भवति. सो हलादिशेषः इत्यनेन रेपस्य रेपस्य अपगमः. सत्यं. ओके. सो मृ इति मू इति भवति. सत्यं. रेपण्यकारचकारयोः एव लोपः, मकार उकारः अवशिष्यते, अतः एव मू. अनन्तरं म्लु इति कृते लु अवशिष्यते वा मू अवशिष्यते वा? तत्रापि म्लु इति अस्ति, म्लुञ्च् म्लुञ्च्. तत्र लकारः लकारः ञकारः चकारः अवशिष्यते, मू इति इदानीं क्षम्यतां तद् लोपः भवति, मू एव अवशिष्यते. अत्र अनुपूर्वी करणीयं खलु महोदय? कुत्र? म्लुञ्च् म्लुञ्च् सर्वत्र सर्वत्र कृतं चेत् अत्र यत् वर्णः तिष्ठति यत् अपगच्छति इति समीचीनतया तद् सोपानेन कुर्मः चेत् आगच्छति मो म्लुञ्च् इति रूपं तत्रापि. ओके. सो ग्लुञ्च् अपि गुञ्च् तत्र एव कार्यं भवति, जु गकारस्य चोः भवति, बट् गकारः ग्लु इति कृते गकारः एव तिष्ठति. सो गुञ्च् इति भवति. ओके. सत्यं. जो ग्लुञ्च् इति भवति तत्रापि. भगिनी एवमेव दट् नुक् आगमस्य कृते अपि नीक् आगमः वयं दृष्टवन्तः अत्र एव अद्य एव. श्रम्स् इति कृते अपि दिसेड् सनी श्रम्स् सनी श्रम्स् इति भवति, नीक् आगमः भवति, सकारः. सो हौ डिट् तत्रापि रेपः हलातिशेषः इत्यनेन एव लुप्यते. सत्यं. अनन्तरः एव स इति भवति वा? आम्, तत्र स्रंस् स्रंस् इति प्रथमं, तत्र रेपः अनुस्वारः सकारः लुप्यते, स अवशिष्यते, स स्रंस्. अनन्तरं यदा कार्यं स इति स इति भवति, सकारः केवलं सकारः, हलन्तसकारस्य लोपः जातः. यद् प्रथमसकारः अस्ति तदेव आदौ यदस्ति भगिनि, बट् तदेव स्रम्स् इति सकारः स रेपः मकारः अनुस्वारः. सो रेपः मकारः लुप्यते हलादिशेषः इत्यनेन द स इति स इति भवति. न न, तादृशं नास्ति. सकारः रेपः अकारः अनुस्वारः सकारः सकारः समीचीनम्. वेन् ऐ एम् रिमूविङ्ग् तत्र रेपः अवशिष्यते, सो सकारः हल् आदि शेषः किल. आम् आम्, आदौ यद् हलादिः तदेव शेषः, तदेव सकारः एव अवशिष्यते, अन्यत् सर्वं तत्र लुप्यते. अस्तु अस्तु. स्कन्द् इत्यत्रापि तादृशमेव, स्कन्द् स्कन्द् इति कुर्मः तदापि स स्कन्द् इति अवशिष्यते, तद् ककारोत्तरवर्ति अकारः अस्ति किल, तद् तद् सकारेण सह तद् योजनेन स भवति, स भवति. धन्यवादः. आम्, तद् किञ्चित् सोपानमेव, सोपानेन कुर्मः चेदेव अथवा भ्रमः आम्. विजयभगिनी तत्र ऋकारान्तः अपि पठति वा? ऋकारवान् अनिदित् दातवः ऋगुद् ऋग्रु उपदस्य च ऋग्रुद् उपदस्य च इदानीं ऋगु ऋद् उपदधातोः अभ्यासस्य रीक् इति आगमः भवति, यङ् यङ् लुकि च ऋगृत्वत इति वक्तव्यम् इति वातिकेन ऋकारवतामपि धातूनाम् अभ्यासस्य रीक् इति आगमः भवति यङ् यङ् लुके च. इदानीं तुम्फ् तुम्प् स्वीकुर्मः चेत् अत्र अभ्यासकार्यं भवति तुम्प् तुम्प् इति भवति. इदानीं हलादिशेषः इत्यनेन आदि हल् एव तिष्ठति इदानीं भवत्या उक्तं तादृशमेव भवति. अनन्तरं तृ तुम्प् इति भवति. अनन्तरम् अत्र इदानीं रीग् रीग् रूपद रूपदस्य च इत्यनेन अत्र उपदायां रीक् इति आगमः भवति. अत्र ककारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. री एव तिष्ठति. इदानीं तरी तुम्प् इति भवति आगमः भवति. यत्र यङ् यङ् लुकी च भवति तत् स्थाने तरी तुम्प् इति भवति. इदानीं द्रुम्प् इति भवति. द्रुम्प् द्रुम्प् इति भवति. अनन्तरम् अत्र तत्र दकारः एव तिष्ठति. तत्र द्रु तिष्ठति उरत् भव भूत्वा सकारः एव उरत् ऋकारस्य स्थाने उर् इति. अनन्तरं पुनः हलादिशेषः एव तिष्ठति. अत्र उरत् इत्यनेन अभ्यासस्य ऋकारः इति अकारः भवति. यत्र यत्र उरन् रपरः भवति तत्र रपरकार्यम् अकारः भवति. इदानीम् अत्र तृ न न दृ दृम्प् इति भवति. इदानीम् अत्र रीग् रूपद रूपदस्य च इत्यनेन री आगमः भवति. अतः दृ दृ दुरि दुम् दुरि दृम्प् इति भवति खलु महोदय. दरी दृम्प् इति भवति. सम्यक्. अग्रे शृम्ब् भवति. अत्र शृम्ब् शृम्ब् शृम्ब् इति भवति. अत्र अत्र अपि हलादिशेषः इत्यनेन सृ शृम्ब् भवति. इदानीम् अत्र पूर्व ऋदुपदधातोः अभ्यासस्य रीक् आगमः भवति री इति. अतः सा एव तिष्ठति. इदानीं सरी सरीसृम्ब् इति भवति. सर्वत्र उरत् उरत् हलादिशेषः अनन्तरमेव अस्माकम् आगमः. आं महोदय. अतः एव अत्र अकारः तिष्ठति. अतः सा एव अस्ति. इदानीं इदानीं तृङ् तृम्ब् तृम्ब् इति भवति. एतत् हलादिशेषः प्रथमम् अभ्यासकार्यं तृङ् तृङ्ह् तृम्ब् उच्चारणं कथं भवति महोदय? तत्र नासिका अनुस्वारः तृङ्क् इति भवति. इदानीं हलादिशेषः इति अभ्यासकार्यं तृङ्क् तृङ्क् भवति. अनन्तरम् हलादिशेषः इत्यनेन तृ तृङ्क् इति भवति. इदानीं रीक् उदुप ऋदुपदस्य च इत्यनेन अत्र अत्र तरी तृङ्क् इति अन्तिमरूपं निष्पन्नं यङ् यङ् लुगन्तधातुः अत्र. सत्यं सम्यक्. तरी तृङ्क् इति भवति. आं महोदय, भवतः प्रश्नः किमपि आसीत् किल? न न, तत्र तृङ्क् तृङ्क् तत्र सर्वत्र उपादायं नास्ति, अतः तत्र वार्तिकेन भवति. रीक् ऋत्वतः इति वक्तव्यम् इत्यनेनैव भवति खलु. अत्र ऋदुपद नास्ति खलु. अत्र किमर्थं न दत् अस्ति? आमाम्. ऋत्वताम् अपि करणीयमिति रीकागमः करणीयमिति अस्ति अनेन दत्तम् न तु रीगृदुपदस्य च इत्यनेन किमर्थ उपधायां ऋकारः नास्ति खलु सत्यम् उपधायां नास्ति सत्यं वार्तिके वार्तिकेन भवति ऋकारवान् अस्ति ऋकारवत् अतः ऋत्वतः इति ऋत्वतां ऋत्वान् अस्ति खलु ऋकारवान् अस्ति अतः तत्र ऋत्वतः इति महोदय अत्र वार्तिकम् अनन्तरं सूत्रम् अत्र किमपि अत्र विशेषणतया किमपि नास्ति खलु उपधायां ऋकारः नास्ति भगिनि तदेव तृम्प् इत्यत्र उपधायां कः वर्णः तृम्प् इत्यत्र भगिनि विद्या भगिनि उपधायां ऋकारः नास्ति किल तृम्प् इत्यत्र उपधायां मकारः अस्ति उपधायां तृम्प् इत्यत्र प्रथम उदाहरणं पश्यतु तत्र उपधाय मकारः अस्ति ऋकारः नास्ति किल परन्तु मम अहं तु तरीतृम्प् इति रूपम् इच्छामि समीचीनं तत्र किं कथम् अहं सूत्रस्य उपयोगं करोमि चेत् तत्र एकं वार्तिकम् आनयामि अतः एव ऋकृत्तवथ इति वार्तिकं बलवत् भवति अतः एतत् ऋग् ऋग् ऋदुपदस्य च इति सूत्रं बाधकसूत्रमस्ति अपवादमस्ति अपवादमस्ति वा सूत्रवार्तिकयोः बलाबलचिन्तनम् इति किमपि नास्ति भगिनि समीचीनं परन्तु सूत्रं किं वदति सूत्रं वदति ऋदुपदधातोः अभ्यासस्य रीक् इति आगमः भवति सूत्रं तावदेव वदति इदानीम् अहं यदा धातुं पश्यामि तत्र उपधायां ऋकारः नास्ति समीचीनं परन्तु मम इष्टरूपमस्ति तरीतृम्प् कथम् अहं साधयामि रूपं तत्र वार्तिकेन तावदेव तत्र सोपानमस्ति कदापि वार्तिकस्य सूत्रस्य बलाबलचिन्तनम् इति किमपि नास्ति तद् तादृशं वयं न वदामः यद् अग्रे अग्रे ये वैयाकरणाः आगतवन्तः ते एतद् विषये किञ्चित् चर्चां कृत्वा किमपि योजनीयं किल तद् योजयित्वा यद् वदन्ति तदेव तस्यैव वयं स्वीकुर्मः भाष्यस्यैव तत्र महत्त्वम् इति तादृशम् अस्ति किल तत्र यदा वार्तिके उक्तं ऋक् ऋतवत् इति वक्तव्यम् इति वार्तिके उक्तं तत्रापि रीकागमः कुर्मः तावदेव तत्र अपवादः इति किमपि नास्ति समीचीनं धन्यवादः सूत्रमेव सूत्रमेव अस्ति रीकृतवतः इति वक्तव्यम् इति सूत्रं खलु भगिनि सूत्र वार्तिकमस्ति महोदय आं सूत्रवत्येव कार्यं करोति महोदय भवान् पठितुं शक्यते चेत् अग्रे पठतु पठामि रीग् ऋतुपदस्य च ऋतुपदधातोः अभ्यासस्य रीक् इति आगमो भवति यङ्ग्लुकी च रीक् कित् अतः अभ्यासस्य अन्ते विधीयते ऋत् उपधायस्य सः ऋतुपदः तस्य ऋतुपदस्य रीक् प्रथमान्तं ऋतुपदस्य षष्ट्यन्तं च अव्यपदं त्रिपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य अनुवृत्तिः गुणोः यङ्लुकोः इत्यस्मात् यङ्लुकः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अस्ति अनुवृत्तिसूत्रमस्ति ऋतुपदस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः इति वयं पूर्वं दृष्टवन्तः खलु तत्र ऋतुपदधातोः रूक् रीक् किमस्ति अत्र रीक् रुक् अपि च रिक् इति त्रयादेशः भवति त्रयादेशाः भवन्ति इति अतः तदेव अस्ति अत्र अग्रे अग्रे हम् इति धातुः नुगतो नुगतो अनुनासिकान्तस्य इत्यनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुकागमः भवति यङि यङ् लुकि च हम् इति अस्ति हं हं हं इदानीं तत्र कुहोश्चुः इत्यनेन तत्र जहं जहं जहम् अनन्तरं तत्र जहं भवति जहम् इति अस्ति अनन्तरं तत्र नुक् आगमः खलु तत्र जन् जन् जन् हं जन् जन् हम् इति अस्ति अनन्तरं तत्र जन् हम् इति अपि तत्र रूपद्वयं भवति खलु अत्र रूपद्वयं किमर्थं न जन् हम् अत्र न दत्तम् अनुस्वार आं तत् तावदेव हकार अस्ति खलु अत्र किमपि नास्ति अतः तत्र सत्यं सत्यं वा पदान्तस्य इत्यस्य प्रसक्तिः एव नास्ति सत्यं किमपि सत्यं यद्यपि अस्ति परन्तु न तत्र रूपं तदेव भवति एकमेव रूपं सत्यम् आम् अग्रे महोदय नुगतः नुक् नुगतोः अनुनासिकान्तस्य अनुनासिकातङ्गस्य अदन्त अभ्यासस्य नुक् आगमः भवति एकनिमिष भगिनि कुतः एकनिमिष इदानीं गतं मम कम्प्यूटर् भगिनी इदानीम् अनन्तरं पठामि भगिनि अत्र आं नास्ति चिन्ता हा अस्ति इदानीम् अभवत् अस्तु अस्तु नुगतानुनासिक अनुनासिकान्तस्य अनुनासिकान्तस्य अदन्त अभ्यासस्य नुक् आगमः भवति यङ् लुकि इति अस्ति नुक् अनुस्वारस्य उपलक्षणं धातोः अभ्यासस्य अन्ते अस्ति चेत् धातोः अन्ते अनुनासिक हल् वर्णः नुकागमः कित् हल् वर्णः चेत् इदं कार्यं प्रवर्तते एकनिमिषं तत्र अस्तु ककार इत्संज्ञकः उकारः उच्चारणार्थः अनुनासिकान्ते यस्य तत् अनुनासिकान्तः तस्य नुक्प्रथमान्तम् अतः षष्ट्यन्तम् अनुनासिकान्तस्य षष्ट्यन्तं त्रिविधमिदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः इति सूत्रम् अस्ति अनेन सर्वे यङ्लुगन्तदातवः साधिताः सम्प्रति अस्य पाठस्य पूरणार्थं यङ् लुगन्तदातुभ्यः तिङन्तरूपाणि साधनीयानि यङ् लुगन्तदातोः साधनम् आर्धातकप्रक्रियाम् अन्तर्भवति ततः तिङन्तसाधनं पुनः पृथक् कार्यं यङ् लुगन्तदातुभ्यः लट् लोट् लङ् विधिलिङ्ग् इत्येतेषां साधनं सार्धातकप्रक्रियाम् अन्तर्गतम् अवशिष्ट षड्लकारणं साधनम् आर्धातकप्रक्रियायाम् अस्मिन् पाठे लट् लोट् लङ् विधिलिङ्ग् इत्येतेषां साधनविधिः प्रदर्श्यते आर्धातुकलकारणं रूपसिद्धिः तत्तत् आर्धातुकलकारपाठे क्रियते इति अस्ति इदानीं तत्र वयं कथं यङ्लुगन्तधातोः तत्र कथं वयं साधयितुं शक्नुमः इति अधीतवन्तः इदानीं तस्य इदानीं लकाररूपाणि सार्धातुकलकाररूपाणि अग्रे पठामः इति अस्ति अनन्तरं षड्लकारणम् अर्धातुकप्रक्रिया अस्ति तत्र अनन्तरं भवति सत्यं सम्यक् धन्यवादः महोदय अतः एतावता वयं रूपा दातवः यङ्लुगन्तदातवः साधितवन्तः इदानीम् अग्रे तु तिङन्तरूपं कथं साधनीयम् इति अस्ति इति द्वितीयभागः एतदेव तद् पठामः अद्य किञ्चित् उषा भगिनी पठति वा आं भगिनि यङ् लुगन्तधातुभ्यः लट् लोट् लङ् विधिलिङ् इति चतुर्णां सिद्धिः यङ्गो वा यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित् सार्वधातुकस्य विकल्पेन ईट् आगमः भवति यङ्गो वा ओके यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित् सार्वधातुकस्य विकल्पेन ईट् आगमः भवति हलादिपित् सार्वधातुकप्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात् ओ यङ् इति आत्मनेपदरूपम् एव ओके ततः इदं सूत्रं यङ् लुकि इति ज्ञापकम् ओके यङ्गः पञ्चमीयन्तं वा अव्ययपदं द्विपदमिदम् इदं सूत्रम् उतो वृद्धिर् लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं यङ्गः ईट् ईट् वा हलि पिति सार्वधातुके यङ्गो वा इति सूत्रम् अस्ति यङ् लुगन् यङ् लुक् लुगन्तेभ्यः धातुभ्यः यङ् लुग् यङ् लुक् इत्यस्य कृते यङ् लुगन्तेभ्यः धातुभ्यः हलातिपित् सार्वधातुकस्य विकल्पेन ईट् आगमः भवति विकल्पेन ईट् आगमः भवति इत्यनेन अन्यत् अपि अस्ति ऐ गेस् ओके ईट् आगमः नास्ति चेत् अपि अस्ति सो हलादिपित् प्रत्ययः अस्ति चेत् ईट् आगमः भवति यङ् लुगन्त धातुभ्यः कृते हलादिपित् सार्वधातुकप्रत्ययः आत्मनेपदप्रत्यये कृते न सन्ति ते न सन्ति इत्यनेन यङि तस्य आत्मनेपदत्वात् सो यङ् इत्यस्य कृते आत्मनेपदरूपम् एव सिद्ध्यति सो अत्र सूत्रं ज्ञापकार्थं यङ् लुगन्तधातोभ्यः कृते एव अस्य सूत्रस्य कार्यम् ओके यङ्गः पञ्चमीयन्तम् अनुवृत्तिसहितसूत्रं यङ्गः ईट् वा हलीप् इति सार्वधातुके हलीप् इति सार्वधातुकप्रत्ययः परः अस्ति चेत् यङ् लुगन्तधातोभ्यः कृते ईट् आगमः भवति वा इत्यनेन विभाषा इत्यनेन ईट् आगमः अपि च न ईट् आगमः अपि भवितुम् अर्हति भवति यत्र यत्र धातुः अभ्यस्तसंज्ञकः अस्ति तत्र तिङन्त तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते अभ्यस्तसंज्ञकः अस्ति ओके यङ् लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः अतः सर्वत्र इमे द्वे कार्यं स्तः अग्रे पठामि भगिनि अदभ्यस्तात् अदभ्यस्तात् इति कार्यमस्ति अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति अदभ्यस्तात् अत् प्रथमान्तम् अभ्यस्तात् पञ्चमीयन्तं द्विपदमिदं सूत्रम् ओ जोन्तः इत्यस्मात् जह इत्यस्य अनुवृत्तिः आयनेय ईनि ईयक फटकच घां प्रत्ययादीनाम् इत्यस्मात् वचनपरिमाणं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जह अत् अदभ्यस्तात् अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति अभ्यस्तात् अङ्गात् प्रत्ययादेः जह अत् ओके ज इति प्रथमपुरुष बहुवचनप्रत्ययः अस्ति तस्य कृते अभ्यस्तधातु अस्ति चेत् उत्तरस्य प्रत्ययस्य झ प्रत्ययस्य प्रथमपुरुष बहुवचनप्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति सो सीतः जि इति कृते अ इति भवति जकारस्य स्थाने अत् आदेशः भवति जह अत् भवति धातुः किं रूपं भगिनि धातुः ददत् ददत् ददत् अस्तु प्रथमपुरुषबहुवचनं ददत् एव भवति ददति ददति ददति ददति किल घी इत्यत्र ईकारः तु अवशिष्यते एव किल आम् आम् घी इत्यस्य कृते ईकारः अवशिष्यते अहं ददति ददति तदेव तत्र वयं पठितवन्तः अदभ्य पठितवन्तः भगिनि महोदय किञ्चित् अत्र किमस्ति अष्टाध्यायी डाट् काम् मध्ये 7490 अत्र नवतितम सप्तमाध्याये चतुर्थपादे नवतितमसूत्रं द्रष्टुं शक्यते वा महोदय अत्र एतत् दृष्ट्वा किञ्चित् वदतु महोदय 7490 इति कृते रिगृ गसिल वेदम् रिगृ पदस्य च सत्यम् आम् ऋतुपदस्य अङ्गस्य यः अभ्यासः तस्य रीक् आगमो भवति यं यङ्लुको परतः वरीवृत्यते वरीवृतीति समीचीनं किं भगिनी तत्र एव उक्तमस्ति रीघृवथ इति वक्तव्यं रीघृतवत् इति वक्तव्यम् ऋतवतः इति वक्तव्यं ऋतः तत्र विसर्गलोपः आम् भगिनी वदतु अत्र सिद्धान्तकौमुद्यामपि अत्र द्रष्टुं शक्यते खलु महोदय अत्र अपि द्रष्टव्यं ऋदुपदस्य धातोः अभ्यासस्य रीक् आगमः स्यात् यङ्लुकोः यङ्लुकोः इत्यनेन अत्र वरिवृत्यते एतत् भवति अनन्तरं रीग् ऋत्वत्त इति वक्तव्यं चेत् अत्र वरिवृष्यते इति भवति अत्र अत्र किं वक्तव्यम् एतत् परिपृच्छ्यते इति स्वीकरोतु पृच्छ् इति धातुः समीचीनं पृच्छ् इति धातोः उपधायां चकारः अस्ति अस्ति ऋ नास्ति समीचीनम् परन्तु अहं तु परिपृच्छ्यते इति रूपम् इष्यामि चेत् तत्र रीग् ऋतवत् ऋतवतः इति वक्तव्यम् इति वार्तिकं स्वीकृत्य अनेन सूत्रेण अहं रीक् आनयामि रीक् इति आगमः समीचीनम् एतत् सूत्रे सूत्रं स्वीकृतमपि तत्रापि तादृशमेव भवति वार्तिकं स्वीकृत्य अत्र अपि तादृशमेव भवति पुनः पश्यतु तत्र वरीवृत्यते इति रूपम् अस्ति किल प्रथम उदाहरणं तत्र वृत् इति धातुः यदा वयं द्वित्वं कुर्मः वृत् वृत् इति भवति समीचीनं तत्र उपधायां ऋकारः अस्ति उपधायां ऋकारः अस्ति चेत् अहं साक्षात् सूत्रस्य उपयोगं कर्तुं शक्यते प्रसक्तिः भवति रीगुदपदस्य च इति सूत्रेण तत्र अहं तत्र रूपं साधयामि रीकागमम् अभवत् भविष्यति परन्तु यदा मम धातुः पृच्छ् इति अस्ति चेत् उपधायां तु ऋकारः नास्ति चकारः अस्ति सूत्रमागत्य तत्र उपधायां ऋकारः नास्ति इति कृत्वा तस्य कार्यं न भवति समीचीनं परन्तु इष्टरूपं किं परिपृच्छ्यते इत्येव इष्टरूपं रीक् आगमनं करणीयं पृथक्तया इतोपि एकं सूत्रं वयं निर्मामः चेत् तत्र लाघवं नास्ति अतः किं कृतवन्तः सूत्रे एव एकं वार्तिकं योजितवन्तः रीग् ऋत्वतः भविष्यति इति वार्तिकम् इति वक्तव्यम् इति योजितवन्तः तावदेव अनेन किं भवति अनेन सूत्रेण एव रूपं साधयितुं शक्नुमः यदि वार्तिकं नास्ति चेत् तत्र प्रसक्तिः न भवति सूत्रं कार्यं न करोति तत्र वयम् इष्टरूपं न साधयितुं शक्नुमः तावदेव वार्तिकस्य प्रयोजनं तदेव यत्र सूत्रे स्पष्टता नास्ति कथं तत्र योजयितुं शक्यते इत्युक्ते एकं वार्तिकं तत्र वयं तु न लेखितुं शक्नुमः पूर्वमेव शिष्टैः एकस्मिन् पक्षे उपदा ऋकारः नास्ति चेत् अत्र सूत्रं प्रयोगम् उपदायाम् उपदायां रेपः ऋकारः नास्ति चेत् अत्र वार्तिकम् उपयोगं कुर्मः सत्यं वार्तिकबलेन एतद् वार्तिकबलेन भवति समीचीनं कुत्र स्मः अदभ्यस्तात् आम् पूरयतु भगिनी उषा भगिनी आं भगिनि ध्येयं यत् अत् आदेशस्य तकारः अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः न यतोहि अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम् अदभ्यस्तात् इत्यस्य कृते जह जस्थाने अत् आदेशः भवति अत्र तकारः इति हलन्त्यम् इत्यस्य न कार्यं करोति यतोहि तु इति विभक्तिप्रत्ययः इत्यनेन न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितं भवति अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्स्थाने अत् आदेशः जि अति न तु अन्ति लोटि जि स्थाने अनु तु ताम् अन्तु अतु अन्तु इति नास्ति अतु इति भवति जि स्थाने लोटि अतु इति नास् अतु इति भवति न तु अन्तु अस्तु भगिनि अदभ्यस्तात् अदभ्यस्तात् इत्यनेन प्रथमं कार्यं समीचीनं कार्यद्वयम् इति उक्तं प्रथमं तु अदभ्यस्तात् धन्यवादः भगिनि अरुणा भगिनि सृजभ्यश्च विधिभ्यश्च तदपि परिचितमेव यदपि पठतु सृजभ्यस्तविधिभ्यश्च तृतीय अध्याये चतुर्थपादे नव अधिकशतसूत्रं नित्लकारस्य अवस्थायां नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्ययस्य स्थाने चुष् आदेशो भवति सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्त विदभ्य तेभ्यः सिजभ्यः सिजभ्यस्तविदभ्यश्च विदिभ्यः सिचभ्यस्तविदिभ्यः पञ्चमन्तं च अव्ययपदं द्विपदं सूत्रं नित्यं नितः इति सूत्रात् नित् इति नितः तस्य अनुवृत्तिः जेर्जुष् इत्यस्मात् जेः जुष् इत्यनयोः अनुवृत्ति लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्त विदभ्य च नित् लस्य झे हे जुष् ओके अत्र धातु द्वयम् अस्ति सिज् धातु लिप्नकारे सिच् प्रत्ययात् अभ्यास्तु सैन ओके सिच् प्रत्ययात् न भगतं भगिनि इदानीम् अस्माकं विवक्षा तु अभ्यस्तसंज्ञकः एव किल अभ्यस्तसंज्ञका धातोः जी प्रत्ययस्य जुस् आदेशः तावदेव अन्यत् अन्यविषयाणि वयम् अग्रे पश्यामः ओके ओके अभ्यस्तसंज्ञकधातोः विद्धिधातोः च परस्य जी प्रत्ययस्थाने जुष् आदेशः भवति समीचीनम् अनेन अनेन लङि अभ्यस्तसञ्ज्ञकधातोः परस्य जि स्थाने जुष् आदेशः जुष् इत्यस्य अनुबन्धलोपे वृत्तविसर्गः स्वर्गौ उः इति भवति तर्हि अभ्यस्तसञ्ज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति वयं पूर्वं पठितवन्तः अपि लङ् लकारे अभ्यस्तसञ्ज्ञकधातोः परे जि स्थाने जुष् वदति तदनन्तरं जु सकारस्थाने रुत्तं भवति उः जु अत्र जकार अपि चुटु इति सूत्रेण लोपः भवति उस् एव उस् विसर्गभूत्वा उः भवति अतः अभ्यस्तसञ्ज्ञकधातु अस्ति चेत् लङ् अन् स्थाने उः इति प्रत्ययः भवति वयं जाने अन् इति प्रथम बहुवचनम् अस्ति लङ् लकारे अत्र स्थाने उः इति प्रत्ययः भवति अतः आहत्य अभ्यस्तसञ्ज्ञकधातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते जुहोत्यादिगणे परस्मैपदे यथा तथा एव यङ्गो वा इत्यनेन विकल्पेन हलादिपित् सार्वधातुकविकल्पेन इत् आगमः ओके अभ्यस्तसङ्गतां कृते सार्वधातुकलकारेषु प्रत्ययः अत्र दत्तम् इति अभ्यस्यति अधुना दत्तं परन्तु जुहोत्यादिगणे परस्मैपदे अस्ति चेत् अत्र यङ्गो वा इति सूत्रेण विकल्पेन हलादिपि सर्वधातुकप्रत्ययपरे इत् आगमः भवति केवलं जुहोत्यादिगणे एव न तु अन्यगणेषु समीचीनं जुहोत्यादिगणे परस्मैपदे चेत् तत्र यङ्गो वा इत्यनेन ईट् आगमः भवति समीचीनं तदेव अतः वयम् अग्रे वयं लट्लकार लोट्लकारे इत्यस्य विषये पठामः तत्र अग्रे यदा वयं पश्यामः तत्र एका चर्चा पदनिर्णयविषये दीर्घा चर्चा अस्ति तद् एव अस्ति अनन्तरं केवलं योजनीयं कुत्र कुत्र सन्धिकार्यं भवति तत् सर्वं द्रष्टव्यं तत् पश्यामः कथम् आगच्छति इति अग्रिमसप्ताहे अहं न आगच्छामि भवन्तः यदा शक्यते चेत् पुनः एतावत् किञ्चित् पठन्तु एकवारं सूत्रं पठति चेत् तत्र कार्यं किम् इति स्मरणे आगच्छति वा इति पश्यतु तद् एतावत् स्पष्टम् इत्येव मन्ये अग्रे एव यत्किमपि अस्ति पश्यामः समीचीनं वा आं महोदय नमस्कारः शुभरात्रिः धन्यवादः धन्यवादः भगिनी नमस्कारः भगिनी